गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषु स्वागतम्। तर्हि विशेषलक्षण तत्र नित्यद्रव्यवृत्तेः व्यावर्तकाः विशेषाः इति उक्तम् अस्तु। एकनिमिषम् उच्यामि। दलसार्थक्यं कृतमस्ति इति तत् पुरतः नास्ति। अस्तु, विशेषलक्षणदलसार्थक्यम् इत्यत्र नित्य इतर नित्येतर अवृत्तित्वम् अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति आरम्भे त्रीणि दलानि स्वीकृतानि। नित्य इतर अवृत्तित्वं त्यजामश्चेत् गन् अभावत्वे च अतिव्याप्तिः भवति। नित्येतरवृत्तित्वं गन्धे अस्ति न तु अवृत्तित्वम् इत्यतः तर्हि तत्र अतिव्याप्तिः भवति। नित्यवृत्तित्वम् अपि च व्यावर्तकत्वम् उभयमपि गन्धे अस्ति, किन्तु नित्य इतर अवृत्तित्वं न भवेत्, इत्युक्ते वृत्तित्वं न भवेत्। तर्हि त्यजामश्चेत् अत्र नित्य इतर अवृत्तित्वं त्यजामश्चेत् गन्धे नित्य इतरघटवृत्तित्वं गन्धे न तु अवृत्तित्वम् इति कृत्वा गन्धस्य व्यावर्तकं नित्य इतर अवृत्तित्वम् इति दलं योजनीयम् इति पठितं। तदनन्तरं समवायत्वे नित्य इतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति दलत्रयं स्वीकुर्मश्चेत् तत्र समवायत्वे समवायः इति सम्बन्धः सप्तपदार्थेषु अन्यतमः नित्यः एकः इति नैयायिकैः स्वीकृतं। तर्हि तस्मिन् समवाये विद्यमानसमवायत्वं तत्र समवायत्वे अतिव्याप्तिः भवति। नित्य इतर अवृत्तित्वं नित्यवृत्तित्वं व्यावर्तकत्वम् इति एतत् सर्वं समवाये अस्ति इति कृत्वा समवाये समवायत्वे अतिव्याप्तिः भवति इति वदामः चेत् तत्र इति पदं योजनीयं दले। योजयित्वा नित्यवृत्तित्वम् इति दलं त्यजपि अतिव्याप्तिः न भवति नित्यद्रव्यवृत्तित्वे आवर्तकत्वम् इदं लक्षणं। लक्षणे दलद्वयमेव अस्ति, द्रव्य इति पदं योजितं। तर्हि नित्यद्रव्ये इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति लक्षणपरिष्कारं कुर्मश्चेत् परमाणुगन्धे अतिव्याप्तिः भवति इति पूर्वपक्षिणा उक्तम्। किन्तु तत्र अस्माभिः किं चिन्तितं गते वर्गे इति चेत् परमाणुः पदार्थः एव नास्ति, परमाणुः इति कश्चन पदार्थः एव नास्ति। तत्र परमाणुः इति तत्र परमाणुगन्धः इत्यत्र समासः कः इति चेत् परमाणुगन्धः इति सप्तमी तत्पुरुषसमासः अस्ति। अस्तु, तर्हि इदानीं परमाणुत्वम् अथवा परमाणोः कश्चन धर्मः गन्धे भवति वा इति चेत् नास्ति, केवलम् उपाधिः, परमाणुः इति उपाधिः। यथा भूतलघटः, भूतले विद्यमानघटः भूतलघटः, आसन्दे विद्यमानघटः आसन्दघटः, किन्तु घटयोः मध्ये भेदः भूतलत्वम् अथवा भूतलस्य धर्माः आसन्दस्य धर्माः घटे प्रविष्टाः वा इति चेत् न। तर्हि भूतलघटः इत्युक्ते किम् इति चेत् भूतले विद्यमानघटः भूतलघटः, भूतलघटः इति अन्यतमः पदार्थः नास्ति, केवलं व्यावर्तनार्थं। यदि घटद्वयं वर्तते तयोः मध्ये भेदः साधयितुम् अत्र भूतलम् अथवा आसन्दः उपाधित्वेन भवति इति तावदेव। इति कृत्वा परमाणुगन्धे अतिव्याप्तिः भवति इति यद् पूर्वपादितं तद्दोषाय. किमर्थमिति चेत् परमाणुगन्धः इति कश्चन पदार्थः नास्ति, गन्धः इत्येव पदार्थः यस्मिन् गन्धत्वं वर्तते. स च गन्धः परमाणौ अस्ति चेत् तस्य नाम भवति परमाणुगन्धः. इति अवबुध्यते खलु मेल् महोदय? किञ्चित् ध्वनिः मध्ये मध्ये भग्नः भवति महोदय. किं महोदय? ध्वनिः मध्ये मध्ये किञ्चिदेव भग्नः भवति. परन्तु तर्हि भवानेव चिन्तनं करोतु, परमाणुगन्धः इति कश्चन पदार्थः अस्ति वा? नास्ति, यतोहि गन्धः इति एव केवलम् अत्र परमाणोः गन्धः इति एव. तर्हि गन्धः इति परमाणोः नास्ति, परमाणौ गन्धः. परमाणौ, परमाणौ गन्धः इति एव. तर्हि तदपि गन्धः, अन्यत् पदार्थेषु अपि गन्धः वर्तते, अतः तदपि गन्धः इति एव. तर्हि एक एव गन्धः इति एव पदार्थः. अत्र परमाणुगन्धः इति केवलं विशिष्टगन्धः इति एव वयं वक्तुं शक्नुमः, परन्तु तदपि गन्धः इति एव. न, विशिष्टगन्धः इत्युक्ते कस्मात् विशिष्टः? अस्तु अस्तु, प्रायः अत्र पुस्तकेषु अपि गन्धः वर्तते. तर्हि पुस्तकगन्धः इति किञ्चित् भिन्नः भवितुमर्हति. इति नास्ति, इति एव नास्ति, तादृशं मत्वा एव पूर्वपक्षी वदति. ओ, परमाणुगन्धः, परमाणौ विद्यमानगन्धः परमाणुगन्धः, घटगन्धः घटगन्धः परमाणुगन्धः, घटगन्धः न इति सः वदति. न, अस्तु अस्तु, किन्तु तादृशं न वक्तव्यम्. ओ इति वा? तादृशं न वक्तव्यं. किमर्थमिति चेत् गन्धस्य स्वरूपे घटः वा न प्रविष्टः. अस्तु, केवलं परमाणौ. अस्तु, अत्र अन्यद् उदाहरणं ददामि. इदानीं भवतः लेखनी अस्ति खलु? इदानीं लेखनी आसन्दे स्थापयति इति चिन्तयतु. तर्हि तस्य नाम किं भवति? लेखनी इति भवति आसन्दे, लेखनी आसन्दलेखनी. एवम् इदानीं भूतले तदेव लेखनी. अस्तु, तर्हि भूतललेखनी इति भवति खलु? आम्, सः तदेव लेखनी, भिन्नलेखनी नास्ति, तदेव लेखनी. तत् समीचीनं, भिन्नलेखनी नास्ति. इत्युक्ते अत्र गन्धः द्विविधः इति अधीतं, सुगन्धः दुर्गन्धः इति. सुगन्धदुर्गन्धयोः मध्ये भेदः वर्तते, किन्तु परमाणुगन्धः घटगन्धः अनयोः मध्ये भेदः एव नास्ति. अस्तु, नास्ति भेदः अस्ति चेत् निरूपयतु कः भेदः इति. अस्तु, तर्हि गन्धः इति गुणः तद् परमाणौ अपि अस्ति, पुस्तके अपि अस्ति, तर्हि पार्थिवपदार्थेषु पदार्थेषु अस्ति. परन्तु तद् तद् एक एव, इत्युक्ते सर्वेषु पार्थिवपदार्थेषु गन्धः इति एक एव, भिन्नभिन्न नास्ति इति अर्थः गुणः. अत्र गन्धस्य पठनं यदा अस्माभिः कृतं तत्र गन्धः द्विविधः इति उक्तं, दुर्गन्धः सुगन्धः इति. दुर्गन्धसुगन्धयोः मध्ये भेदः वर्तते, किन्तु परमाणौ विद्यमानसुगन्धः घटे सुगन्धः उभयोः मध्ये भेदः नास्ति. अस्तु, भेदः एव नास्ति, स्वरूपे तस्य प्रवेशनं नास्ति खलु? स्वरूपे, सत्यं, गन्धस्य स्वरूपे परमाण्वोः धर्मः इत्युक्ते परमाणुगन्धः अपि परमाणुपरिमाणमस्ति, परमाणुगन्धस्य परमाणुपरिमाणमस्ति, घटगन्धस्य घटपरिमाणमस्ति इति शक्यते खलु? आम्, इति न वक्तुं शक्यते. यदि परमाणौ सुगन्धः अस्ति, घटे दुर्गन्धः अस्ति, तर्हि सुगन्धदुर्गन्धयोः मध्ये एव भेदः, न तु परमाणुगन्धः अपि च घटगन्धः. आम् सत्यम् इति कृत्वा गन्धः इति इत्युक्ते परमाणौ तदेव. एतदपि अत्र वेदान्ते अपि अस्य मुख्यत्वमस्ति. अस्ति ओके. चैतन्यम् एकमेव, तत् चैतन्यं कुत्र लभ्यते? यथा आकाशः, आकाशः एकः एव, किन्तु महाकाशः, घटाकाशः, मठाकाशः, जलाकाशः इति व्यवहारः क्रियते. घटे विद्यमान आकाशस्य घट आकाशः इति व्यवहारः. किन्तु घटे विद्यमानधर्मः, घटे के धर्मः, घटत्वम् इति धर्मः अस्ति, घटस्य परिमाणम् इति अस्ति, घटस्य सङ्ख्या इति अस्ति, एतत् सर्वं गन्धे प्रविष्टं वा न आकाशे प्रविष्टं वा इति चेत् न. केवलम् अत्र उपाधिः एव. हि इत्युक्ते यस्य प्रवेशः नास्ति तद् श्रोत्रेन्द्रियम्. श्रोत्रेन्द्रियम् इति कर्णशष्कुली अवच्छिन्ननभः श्रोत्रेन्द्रियम् इति नैयायिकाः वदन्ति. तत्र कर्णशष्कुली अवच्छि श्रोत्रेन्द्रियम् इत्युक्ते आकाशः एव श्रोत्रेन्द्रियम्. किन्तु कीदृश आकाशः इति चेत् कर्णशष्कुल्यां यद् आकाशः वदति, यद् आकाशे वर्तते तदेव. तर्हि इदानीं श्रोत्रेन्द्रिये कर्णशष्कुली अपि इति चेत् नास्ति, अस्पृष्टः अस्ति. एवं तर्हि अत्र मुख्यवार्ता एतदेव इत्युक्ते तदपि मया निश्चितम् अत्र चिन्तने. यत्र यत्र व्यधिकरणसमासः भवति, व्यधिकरणसमासे यथा भूतले घटः इत्यत्र भूतलं, भूतलस्य सप्तमी प्रथम, तादृशव्यधिकरणसमासः यत्र यत्र भवति तत्र सर्वत्र स्वरूपे प्रवेशः नास्ति. किन्तु नीलोत्पलम् इत्यत्र नीलं च तदुत्पलं च नीलोत्पलम् इत्यत्र नील इति स्वरूपे प्रविष्टमस्ति. सामानादिकरण्ये वर्तते उभयमपि, नीलं च तदुत्पल उत्पलं च इत्यत्र उभयत्र उभयोः एका विभक्तिः एव अस्ति इति कृत्वा तत्र नीलोत्पलम् इत्यत्र भवति, न तु उपाधिः, उपप्रवेशः अस्ति. इत्युक्ते नीलोत्पलं रक्तोत्पलात् भिद्यते इति वक्तुं शक्यते. किमर्थमिति चेत् तत्र नीलरूपं स्वरूपे प्रविष्टमस्ति. तादृशम् अत्र परमाणुगन्धः इत्यत्र परमाणोः गन्धेन प्रविष्टाः इति भेदः. अस्तु अस्तु, प्रेषितमासीत् अत्र किं वाट्साप् मध्ये, तदनन्तरं गृहपाठः अपि दत्तः मया. इत्युक्ते तत्र षष्ठी इति स्वीकुर्मः. एकनिमिषं, तत् किं मया इति हा अत्र पश्यतु. गन्धः द्विविधः, सुरभिः असुरभिश्च इति लक्षितम्. तावत् अतिरिच्य गन्धभेदाः न सन्ति. इत्युक्ते घटगन्धः परमाणुगन्धः उभयोः मध्ये भेदः अस्ति इति नास्ति. परमाणु विद्यमानगन्धः गन्धः इति समस्तपदेन व्यवह्रियते. एवं घटे विद्यमानगन्धः घटगन्धः इति. यदि परमाणु विद्यमानगन्धः सुरभिगन्धः घटसुरभिगन्धः तर्हि तयोः मध्ये भेदः स्यात्. यदि उभयत्र सुरभिगन्धः एव तर्हि तयोः भेदः केवलं कृतः. परमाणु विद्यमानगन्धे यद्गन्धत्वमस्ति सः एव गन्धत्वं घटे अपि अस्ति. गन्धः वृत्तिः, तस्मिन् वृत्तिता, सा वृत्तिता परमाणुघट गन्धस्य अवश्यं गन्धत्वम्. गन्धवृत्तिता अवच्छेदकं गन्धत्वम् उभयसामान्यम् इत्यतः नित्यद्रव्य इतरवृत्ति नित्यद्रव्य अवृत्तिसामान्यम् अतः एव एवं लिखितमस्ति गन्धत्वादि अपि नित्यद्रव्य इतर अवृत्ति इतरवृत्तिता अवच्छेदकं न अनवच्छेदकम् इति उक्तम् तत्र अतः यत्पूर्वपक्षेण उक्तं परमाणुव्याप्तिः इति तद्दोषाय इत्युक्ते किमर्थम् इति चेत् दोषः इति चेत् परमाणुगन्धः इति भिन्नपदार्थः एव नास्ति गन्धः इति एव पदार्थः न तु परमाणुगन्धः अनेन चिन्तनेन केचन नियमाः सिद्ध्यन्ति व्यधिकरणयोः उपाधि उपाधि उपहितसम्बन्धः भवति यथा परमाणुगन्धः इत्यत्र परमाणुगन्धः इति द्वयोः करणीयं नास्ति वैयधिकरणमेव अस्ति अतः परमाणुगन्धम् इति धर्मः नास्ति परमाणुगन्धत्वम् इति धर्मः गन्धे गन्धत्वम् इति धर्मः अस्ति न तु परमाणुगन्धत्वम् इति कश्चन धर्मः एव नास्ति सुरभिगन्धः अत्र सुरभिश्च असौ गन्धश्च अत्र सामानादिकरणीयमस्ति इत्यतः सुरभित्तस्य गन्धत्वस्वरूपे प्रवेशः अतः सुरभिगन्धत्वम् इति धर्मः वर्तते गन्धत्वम् इति धर्मः केवलं सुरभिगन्धेषु एव वर्तते अथवा सुरभिगन्धे एव वर्तते सीतायाः पतिः अत्र चिन्तयेम सीतायाः पतिः अत्र व्यधिकरणमस्ति खलु सीतायाः इत्यत्र सीतायाः षष्ठी पतिः इत्यस्य प्रथमा का गतिः इति चिन्तयन्तु इति सीतापतिः सीतायाः पतिः सीतापतिः तर्हि इदानीं दशरथस्य पुत्रः दशरथपुत्रः सीतायाः पतिः सीतापतिः इदानीं दशरथस्य पुत्रः यः रामः सः एव सीतापतिः अपि खलु इति कृत्वा अधिकरणम् अस्ति चेत् तत्र रामस्य स्वरूपेण प्रवेष्टः अस्ति सीतापतिः अपि पुत्रः किमपि समानमेव इत्युक्ते सीतापतिः दशरथपुत्रात् भिद्यते शक्यते यथा परमाणुगन्धः घटगन्धात् भिद्यते इति न वक्तुं शक्यते तद्वत् सीतापतिः दशरथपुत्रात् भिद्यते इति न वक्तुं शक्यते किन्तु इदानीं अत्र बलरामः इति स्वीकुर्मः अथवा परशुरामः कोदण्डरामः परमाद् भिद्यते कोदण्डरामः परशुरामाद् भिद्यते कोदण्डरामः इत्यत्र विग्रहं कथं भवति कोदण्डरामः विग्रहवाक्यं को कोदण्डेन न कोदण्डेन सह रामः कोदण्डरामः इति वा कोदण्डं यस्य सह न न किन्तु रामः इति उक्तं खलु कोदण्डरामः रामः एव उक्तः कोदण्डेन सह पुरुषः एव भवति न तु बहुव्रीहि तत्र कीदृशसमासः भवति अत्र षष्ठी सामान्यषष्ठी कोदण्डस्य रामः वा तत्तु समीचीनं न भाति कोदण्डस्य रामः इत्यस्य अर्थः कः सम्बन्धः कोदण्डः अपि च रामः अनयोः मध्ये सम्बन्धः कः सम्बन्धः इति चेत् अत्र इति करणं रामः इति कारकः करणकारकसम्बन्धः इति कश्चन सम्बन्धः कल्पयति कोदण्डस्य रामः कोदण्डरामः अस्तु किन्तु इदानीम् अत्र कोदण्डरामः कोदण्डस्य रामः कोदण्डरामः इति वदामश्चेत् तर्हि अत्र किं भवति अत्र स्वरूपे प्रवेशः अस्ति. किमर्थमिति चेत् परशुरामः यद्यपि तत्र कोदण्डस्य रामः इति व्यधिकरणमस्ति किन्तु स्वरूपे प्रवेशः अस्ति इति कृत्वा यत्र यत्र वैयधिकरणमस्ति वैयधिकरणी तत्र सर्वत्र उपाधिः इति न वक्तुं शक्यते. कुत्रचित् स्वरूपे प्रवेशः अस्ति विशेषणमपि भवति. अस्तु तर्हि तदेव अत्र उक्तं नित्यद्रव्ये इतरवर्तिता अनवच्छेदकरूपत्वे रूपवत्वे सति व्यावर्तकत्वस्यैव लक्षणत्वात् गन्धादि नित्य अनित्यसाधारणमिति गन्धादि अपि ते गन्धः नित्यद्रव्येषु अपि वर्तते अनित्यद्रव्ये वर्तते. तर्हि नित्यद्रव्येषु विद्यमानगन्धस्य नित्यगन्धः इति यदा कदापि न व्यवहारः क्रियते. एवं परमाणौ विद्यमानगन्धस्य परमाणुगन्धः इति केवलम् अत्र समसपदं व्यवहारार्थं क्रियते किन्तु गन्धः इति भिन्नः नास्ति. परमाणुगन्धः गडगन्धात् भिद्यते इति न वक्तुं शक्यते यदा कदापि. तदेव अत्र लिखितमस्ति नित्य अनित्यसाधारणमिति गन्धत्वादि अपि नित्यद्रव्ये इतरवृत्तिता अवच्छेदकं न अनवच्छेदकं विशेषस्य तु नित्यद्रव्यमात्रनिष्ठत्वेन विशेषत्वं भवति इति नित्यद्रव्यता अनवच्छेदकमपि तद्वत्त्वसहितव्यावर्तकत्वस्य विशेषणलक्षणत्वात्. अस्तु अग्रे इदानीं मेहुल् महोदय पठतु. न च एवमपि अस्तु न च एवमपि पार्थिवपरमाणुगन्धवृत्ति तद् व्यक्तित्वम् आदाय तद्दोषतादवस्थ्यं तादृशगन्धस्य तादृशगन्धस्य परमाणुमात्रनिष्ठत्वेन तद्गतद्व्यक्तित्वस्य नित्यद्रव्येतरवृत्तिता वृत्तितान् अवच्छेदकत्वात् वृत्तिता अनवच्छेदकत्वात् तद्वतः परमाणुगन्धस्य जलादि इतरभेदानुमापकत्वेन विशेष्यदलत्वादिति वाच्यम्. अस्तु अतः विशेष्य इति अपि तत्र योजितं पार्थिवपरमाणुगन्धवृत्ति तद्व्यक्तित्वम् आदाय तद्दोषतादवस्थ्यम् न अवगच्छामः किम् अस्ति तस्य अर्थः इत्युक्ते गन्धत्वम् इति नित्य अनित्यसाधा सामान्यमस्ति गन्धः अपि नित्य अनित्यसामान्यमस्ति खलु. आम् आम् आम् तर्हि इदानीं पूर्वपक्षी वदति तर्हि पूर्वं यत् पूर्वं तत्र परमाणुगन्धः घटगन्धात् भिद्यते इति यदुक्तं तद् निराकृतम्. तादृशपरमाणुगन्धः इति किमपि परमाणुगन्धत्वमपि किमपि नास्ति किन्तु इदानीं सः किं करोति व्यक्तित्वमादाय परमाणुः तु कश्चन व्यक्तिः अस्ति खलु व्यक्तित्वम् आदाय परमाणौ विद्यमानगन्धः केवलम् इत्युक्ते ये परमाणुः स्वीकुर्मः ये इति कश्चन पार्थिवपरमाणुः अस्तु तत्र अस्ति सः गन्धः अन्यस्मात् परमाण्वोः विद्यमानगन्धात् भिद्यते. तत्र देशकृतगन्धः अस्ति खलु. सत्यमस्ति देशकृतभेदः अस्ति खलु. यद्यपि यथा गते वर्गे मया उक्तं गुरुवायुर्चन्दनम् इति स्वीकुर्मः तत्र गुरुवायुर्चन्दनम् तर्हि इदानीं तत्र द्विधं कृत्वा एकं रेफ्रिजिरेटर् मध्ये स्थापितम्, अन्यत्तु पूजागृहे स्थापितम् इति चिन्तयतु. अस्तु, एकः एव गुरुवायुर्गन्धः, किन्तु अत्र तर्हि इदानीं रेफ्रिजिरेटर् मध्ये स्थापितगन्धः पूजागृहे स्थापितगन्धः भिद्यते, तत्र कीदृशभेदः इति चेत् देशकृतभेदः अस्ति खलु. हा सत्यं, तत्तु समीचीनं. हा इति सः वदति इदानीं. हा अस्तु अस्तु, देशकृतभेदः अस्ति खलु. हा हा हा हा इति वदति. तदेव व्यक्तित्वमादाय तद्दोषतादवस्थम् इत्युक्ते इदानीमपि अस्ति तादृशगन्धस्य प्रमाणमात्रनिष्ठत्वेन तद्गततद्व्यक्तित्वस्य नित्य इतरवृत्तिता अनवच्छेदकत्वात् तद्वतः परमाणुगन्धस्य जलादि इतरभेद अनुमापकत्वेन विशेष्यदलत्वात् इति वाच्यम् इति एवं न वक्तव्यम्. अत्र अग्रे पठनात् पूर्वं भवानेव वदतु, यदि अवगच्छति तर्हि कथम् अस्य समन्वयः करणीयः, समाधानं करणीयमिति. इत्युक्ते अत्र देशरीत्या भिद्यते अत्र पार्थिवपरमाणुमपि च जलादितर परमाणु, परन्तु तदपि तथापि परमाणुः एव इत्युक्ते अत्र पार्थिवपरमाणुषु यः गन्धः वर्तते तदेव गन्धः अन्येषु पार्थिवपदार्थेषु अपि वर्तते, यतोहि यद्यपि तत् तयोः मध्ये देशरीत्या भेदः वर्तते परन्तु तथापि गन्धः इति एव अस्ति. तर्हि इत्युक्ते अत्र अस्मिन् विषये चिन्तनीयमिति चेत् देशकृतभेदः द्रव्ये अस्ति वा न तु तस्मिन् गुणे अस्ति वा? गुणे तु नास्ति खलु, इति वार्ता केवलं हा गुणे नास्ति इति वार्ता. हा अत्र द्रव्ये देशकृतभेदः भवितुम् अर्हति. आम् आम् न तु तस्मिन् विद्यमानगुणे गुणे सत्यम् इति कृत्वा परमाणुगन्धः इति अत्र देशकृत अथवा व्यक्तित्वम् आधाय न वक्तुं शक्यते. इत्युक्ते परमाणवः इति एकं समुदायं स्वीकृत्य तत्मानगन्धः परमाणुगन्धः नित्यः इति न वक्तुं शक्य इति चेत् गन्धस्य नित्यत्वं वा अनित्यत्वं वा इति तादृशचिन्तनमेव नास्ति. नास्ति खलु? आमां सत्यं. न इत्युक्ते तत्र परमाणौ विद्यमानगन्धः तु नित्यः, किन्तु घटे घटे जायमानगन्धः तु अनित्यः इति भवति. किन्तु तत् स्वीकृत्य गन्धः इत्यस्मिन् स्वरूप न प्रविष्टं, न प्रविष्टं नित्यत्वम् अनित्यत्वं तत्र न प्रविष्टं सत्यम् अन्धे न प्रविष्टम् इति कृत्वा न नित्यत्वं तु प्रविष्टं विद्यमानगन्धः नित्यगन्धः इति कृत्वा नित्यगन्धः परमाणुषु वर्तते. किन्तु अत्र परगन्धे नित्यत्वमस्ति, घटगन्धे अनित्यत्वमस्ति इति तु सत्यं, किन्तु नित्यद्रव्यं नित्यद्रव्ये विद्यमानगन्धः अनित्यद्रव्ये विद्यमानगन्धः इत्यत्र गा गतिः. अस्तु अग्रे पठतु महोदय. अस्तु, रूपपदेन पदार्थविभाजकोपाधेः विवक्षितत्वात् तथा च नित्यद्रव्य इतरवृत्तिता अनवच्छेदकपदार्थविभाजक उपाधिमत्वे सति उपाधिमत्वे सति व्यावर्तकत्वम् इति दलद्वयघटितं लक्षणम्. तादृशश्चोपाधिः विशेषत्वरूपः एव भवति. विशेषाद् अतिरिक्तद्रव्यादि अभावान्तषट्पदार्थानां नित्य अनित्यसाधारणतया द्रवत्वादि सकलपदार्थविभाजक उपाधीनां नित्यद्रव्य इतरवृत्तिता अनवच्छेदकत्व अभावात् रूपपदेन पदार्थविभाजक उपाधेः विवक्षितत्वात्. अस्तु, अत्र रूपपदेन पदार्थमध्ये विभजनं भवति, तथा च रूपपदं कदा आगतमिति नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपत्वम् इति उक्तम्. सत्यम् इत्युक्ते आरम्भतः अवृत्तित्वम् इति उक्तं, तदनन्तरं नित्यद्रव्य नित्यद्रव्य इतरवृत्तित्वम् इति उक्तम्, नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपत्वम् इति उक्तम्. इदानीं रूप इत्यस्मिन् स्थाने नित्यद्रव्य इतरवृत्तिता अनवच्छेदकत्वं, पदार्थविभाजक उपाधिमत्वम् इति, पदार्थविभाजक उपाधिमत्वं रूपपदेन पदार्थविभाजक उपाधिमत्वम् इति उक्तम्. इत्युक्ते त्वम् इति कश्चन गुणः अस्ति खलु, स्नेह द्रवत्वं. तर्हि तत्र द्रवत्वम् इति गुणः केषुचित् द्रव्येषु एव वर्तते. सत्यं. किन्तु विशेषः इति सर्वेषु नित्यं वर्तते. तर्हि तत्र भेदः वर्तते, द्रवत्वम् अपि च विशेषः अनयोः मध्ये भेदः वर्तते इति कृत्वा एवम् अत्र उक्तम् इति अस्ति. तर्हि रूपपदेन इत्युक्ते रूपपदं कुत्र अस्ति, नित्यद्रव इतरवृत्तिता अनवच्छेदकरूपवत्वम् इति दलम् उक्तम्. तत्र रूपपदेन पदार्थविभाजक उपाधेः विवक्षितत्वात् किं विवक्षितं रूपपदेन इति चेत् पदार्थविभाजक उपाधिः भवेत् इति. तर्हि अत्रापि उपाधिः एव. तर्हि तथा च नित्यद्रव्य इतरवृत्तिता अनवच्छेदक पदार्थविभाजक उपाधिमत्वे सति व्यावर्तकत्वम् इति दलद्वयघटितणं भवति. वस्तुतः अत्र दलत्रयमस्ति, नित्यद्रव्य इतरवृत्तिता अनवच्छेदकत्वं, तदनन्तरं पदार्थविभाजक उपाधिमत्वम्. तादृशश्च उपाधिः विशेषत्वरूपः एव भवति. विशेष अतिरिक्तद्रव्यादि अभावान्तषट्पदानां नित्य अनित्यसाधारणतया इत्युक्ते द्रव्यत्वं कुत्र वर्तते, नित्यद्रव्येषु अपि वर्तते, अनित्यद्रव्येषु अपि वर्तते, सत्यं तत्रापि वर्तते. एवम् अभावत्वम् इति धर्मः अपि नित्यद्रव्येषु वर्तते, अनित्यद्रव्येषु अपि वर्तते, द्रव्यं नास्ति, क्षम्यताम्, काले अपि वर्तते, अनित्याभावे अपि वर्तते. नित्यानित्यतया द्रव्यत्वादिसकलपदार्थविभाजक उपाधीनां नित्यद्रव्येतरवृत्तिता अनवच्छेदकत्व अभावात् इति कृत्वा विशेषः इति करणीयः एव. अग्रे पठतु महोदय. अत्र अत्र नित्य इतरवृत्तिता अनवच्छेदकपदार्थविभाजक उपाधिमत्वम् इति लक्षणकरणे व्यावर्तकत्वरूपविशेष्यदलमपि व्यर्थमेव इति दिक् इति भाति. अस्तु, व्यावर्तकत्व रूपविशेष्यदलं त्यक्तुं शक्यते, त्यक्तुं शक्यते. नित्यद्रव्येतरवृत्तिता अनवच्छेदकत्वे सति पदार्थविभाजक उपाधिमत्वम् इति वदामश्चेत् पर्याप्तम्. तत्त्वम् इति तत्र विशेषे एव भवति दलम्. अस्तु, तर्हि अन्ततो गत्वा नित्य इतरवृत्तिता अनवच्छेदकपदार्थविभाजक उपाधिमत्वम् इति एव विशेष्यस्य लक्षणं, विशेष्यस्य लक्षणं, तदेव लक्षणम्. समीचीनचिन्तनं बहु, बहु गम्भीरचिन्तनं, सूक्ष्मचिन्तनमपि अस्ति. किन्तु वेरि टेक्निकल्, बट् एक्स्ट्रीम्लि यूस्फुल् बिकास् यु कुड् देन् डिलिनियेट् उपाधि अण्ड् विशेषम् वेदान्तस्य अवगमनार्थं महान् उपयोगः भवति एतत् चिन्तनम्. अस्तु, परन्तु एतत् पुनरपि एकवारं ध्वनिमुद्रणं श्रोतव्यं तेनैव. अत्र ध्वनिमुद्रणं श्रुत्वा अपि न अवगच्छति, यु हाव् टु रैट् डौन्. हा मत्लब् जस्ट् पुनः पुनः श्रुत्वा एनालिसिस् जस्ट् रैट् इट् डौन् देन् यु अण्डर्स्टेण्ड् इति भाति. तर्हि भवानेव किं करोतु अत्र मेहुल् महोदय अपि च सत्यभामा भगिनी उभयमपि अस्मिन् विषये नित्यविशेषस्य लक्षणे अत्र किञ्चित् लिखन्तु. अग्रिमे अग्रिमे भानुवासरे वर्गे प्रदर्शयितुं शक्यते. सो यु रैट् डौन् उपस्थापनं उपस्थापनं कुर्वन्तु इत्युक्ते कथं चिन्तनं. तर्हि प्रथमं तत्र यथा मूलग्रन्थकारेण उक्तं नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति दलन्त्वयं स्वीकृत्य तत्र नित्यवृत्तित्वम् इत्युक्ते तत्र इतर अवृत्तित्वम् इति वियोजनीयम् इति योजयित्वा यदि एकं दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति निरूप्य तदनन्तरं स्वीकुर्मश्चेदपि समवायत्वे अतिव्याप्तिः भवति इति निरूप्य तदनन्तरं द्रव्य इति पदं योजयित्वा तत्र द्रव्य इतर अवृत्तित्वम् इत्यत्र द्रव्य इतर वृत्तिता अनवच्छेदकरूपत्वम् इति परिष्कृत्य तदनन्तरं द्रव्येतर वृत्तिता अनवच्छेदकत्वपदार्थविभाजक उपाधिक उपाधिमत्वम् इति उक्त्वा तदनन्तरम् अन्ततो गत्वा व्यावर्तकत्वम् इति दलं त्यक्तुं शक्यते इति तावत्पर्यन्तं किञ्चित् लिखन्तु. उपयोगाय भवति, इट् बिकम्स् एक्स्ट्रीम्लि यूस्फुल्. तर्हि सर्वे यु बोत् डू इट् अण्ड् अग्रिमे सोमवासरे भानुवासरे उपस्थापनं कुर्वन्तु. अस्तु अस्तु अस्तु. तर्हि इति इति पञ्चमः पदार्थः चिन्तितः. इदानीं समवायः द्रव्यगुणकर्मसामान्यविशेषसमवायः इति षष्ठपदार्थः. सत्यभामा भगिनि समवायः नित्यसम्बन्धः समवायः आयुधसिद्धवृत्तिः आयुधसिद्धवृत्तिः ययोर्द्वयोर्मध्ये एकम् अविनश्यत् तदवस्थम् अपरम् आश्रितमेव अवतिष्ठते एवावतिष्ठते तौ आयुधसिद्धौ अवयव अवयविनौ. तद् उदाहरणमस्ति नित्य समवायः इति नित्यसम्बन्धः तद् तस्य एव आयुधसिद्धवृत्ति इति उक्तम्. आयुधसिद्धि इत्युक्ते किम् इति लक्षणम् इत्युक्ते किम् इति अनन्तरम् आयुधसिद्धिवृत्तिः इत्युक्ते किम् यत्र तस्य वृत्तित्वम् अस्ति वृत्तित आयुधसिद्धवृत्तिः इत्युक्ते यत्र समवायसम्बन्धः आयुधसिद्धवृत्तिः इति अर्थः. आयुधसिद्धिवृत्तिः इत्युक्ते किम् अयुतसिद्धि कः समवायः. उत्तमं, समवायः अयुतसिद्धि. तर्हि अयुतसिद्धिवृत्तिः इत्युक्ते किम् सम्बन्धः इत्युक्ते तर्हि अयुतसिद्धवृद्धिः इत्यस्य विग्रहवाक्यं किम् अयुधश्च असौ वृत्तिः इति एव नास्ति भवती न अवगच्छति इति पृच्छामि. अयुतसिद्धवृत्तिः इत्यस्य विग्रहवाक्यं किम् आयुधस्य वृत्तिः इति वक्तव्यम्. न अत्र एवं चिन्तयतु वृत्तिः इत्युक्ते आदेयः खलु वृत्तिः इत्युक्ते आदेयः आदेयः इत्युक्ते आदेयः इति आंशपदार्थः खलु आदेयः कुत्र वर्तते आदेयः आधारे वर्तते आधारे खलु आधारे तर्हि तत्र सप्तमी तदेव अत्र अयितसिद्धयोः वृत्तिः that which is in aita siddhi padarthas tu aita siddhi padartha aita siddhayoho vrittihi aita siddhayoho nitya vrittihi ityute kim nityayo nitye vrittihi iti satyam khalu nitya vrittihi ityute nitye vrittihi okay एवम् अयुतसिद्धवृत्तिः इत्युक्ते अयुतसिद्धौ अयुतसिद्धयोः वृत्तिः सप्तमी द्विवचनं सो देट् विच् इस् देर् आन् आन् टु विच् आर् अयुतसिद्ध पदार्थद्वयं वर्तते द्रव्यद्वयं वर्तते पदार्थद्वयं वर्तते यौ पदार्थौ अयुतसिद्धौ तयोः यद्वर्तते तदेव समवायः इति नाम तर्हि इदानीम् अयुतसिद्धिः अथवा सिद्धत्वम् इत्युक्ते किम् यथा सामानाधिकरण्यम् सामानाधिकरण्यं नाम किम् द्वयोः मध्ये समान अधिकरणता समानम् अधिकरणं तत्र अस्ति तदेव सामान्य तयोः सामान्य अधिकरण्यम् इति वदामः ययोः पदार्थयोः समान अधिकरणमस्ति तयोः सामानाधिकरण्यम् एवम् अत्र अयुतसिद्धत्वम् इति कश्चन धर्मः सामानाधिकरण्यं वत् लैक् सामानाधिकरण्यं सिद्धत्वम् इति कश्चन धर्मः तर्हि अयितसिद्धौ कौ इति चेत् अग्रे इदानीं ययोर्द्वयोर्मध्ये ययोर्द्वयोर्मध्ये एकम् अविनशत् तत् अविनशत् तदवस्थम् अपराश्रितमेव अवतिष्ठते द्वयोः पदार्थयोः मध्ये एकस्य विनाशपर्यन्तम् अपरम् आश्रित्य तिष्ठति इति उत्तमं तौ ऐतसिद्धौ इदानीम् उदाहरणानि सन्ति उदाहरणानि अवयव अवयविनौ तर्हि तत्र तावत् चिन्तयतु इदानीम् अवयव अवयविनौ इत्यत्र अत्र लक्षणसमन्वयं करोतु एकम् अविनश्यत् घट कपालयोः मध्ये स्वीकुर्मः चेत् घटस्य नाशपर्यन्तं कपालः घटे एव वर्तते घटः कपाले वर्तते वा कपाले घटः वर्तते इति तर्हि किं पुनः कपालस्य नाशपर्यन्तम् इति वक्तव्यं घटस्य नाशपर्यन्तं घटः कपाले वर्तते इत्युक्ते अन्यम् एव वर्तते खलु स्वतन्त्रतया घटः यदा कदापि न भवति यावत्पर्यन्तं घटः वर्तते तावत्पर्यन्तं कपालम् आश्रित्येव वर्तते कपाले जायते कपाले एव तस्य नाशः लयः अपि भवति इति घटकपालौ इदानीं किम् अयुतसिद्धौ उत्तमं घटकपालौ अयुतसिद्धौ अत्र परस्परम् इति नास्ति इत्युक्ते यावत्पर्यन्तं घटः वर्तते तावत्पर्यन्तं कपालमाश्रित्य तिष्ठति, एवं यावत्पर्यन्तं कपालः वर्तते तावत्पर्यन्तं घटमाश्रित्य तिष्ठति इति नास्ति. शरः एकरीत्या एव गच्छति, यावत्पर्यन्तं घटः वर्तते तावत्पर्यन्तं तम् आश्रित्य एव तिष्ठति इति कृत्वा घटकपालौ ऐतसिद्धौ, तयोः मध्ये ऐतसिद्धत्वं वर्तते. एवं गुणगुणिनोः इदानीं प्रतिपादयतु. गुणगुणिनोः नीलो घटः इति स्वीकुर्मः चेत् नीलवर्णः घटे वर्तते, घटस्य नाशपर्यन्तं नीलवर्णः. तदेव प्रश्नं करोति, घटस्य नाशपर्यन्तं नास्ति, नीलनिरुपरिचय नाशपर्यन्तम्. नीलगुणः घटे वर्तते, नीलवर्णः घटे वर्तते, नीलवर्णस्य वर्णस्य नाशपर्यन्तं घटः तिष्ठति इति वक्तव्यम् अस्ति. ओ न बुद्धम्, गुणः गुणिनि वर्तते, नीलरूपस्य गुणस्य नाशपर्यन्तं गुणिनम् आश्रित्य तिष्ठति खलु. आम् तर्हि तादृशं वक्तव्यं, नीलरूपं यावत्पर्यन्तं नीलरूपं तिष्ठति तावत्पर्यन्तं घटमाश्रिष्ठति इति वक्तव्यं, तावत्पर्यन्तं घटः तिष्ठति इति नास्ति. यदा घटः नश्यति तस्मिन् समये रूपम् अपि नश्यति, किन्तु तत् तादृशं न चिन्तनं, घटस्य नाशः नाशेन चिन्तनीयं, नीलरूपम् अत्र आदेयः कः? नीलरूपम् आदेयस्य नाशः एव चिन्त न तु आधारस्य. अवयवी अवयवे वर्तते, अवयविनः नाशपर्यन्तम् अवयवे एव वर्तते, अवयव अवयविनौ अयुतसिद्धौ. एवं गुणः स्वस्य नाशपर्यन्तं गुणि आश्रित्य तिष्ठति इति गुणगुण अयुतसिद्धौ इति वक्तव्यं. घटस्य नाशपर्यन्तं नीलरूपं तिष्ठति इति न चिन्तनीयं, गुणस्य नाशपर्यन्तं. थिङ्क् अबौट् दि आधारास् नाश, यु हाव् टु ओन्ली थिङ्क् अबौट् आधेयात् नाश. गुणस्य नाशपर्यन्तं गुणिनम् आश्रित्य तिष्ठति इत्यत्र नीलरूपस्य नाशपर्यन्तं नीलरूपं घटे तिष् वर्तते इति. इत्युक्ते यस्य स्वतन्त्रवर्तमानत्वं नास्ति, स्वतन्त्रतया वर्तमानत्वं नास्ति, तयोः ऐतसिद्धत्वं. यदि अन्यम् आश्रित्येव यावज्जीवं तिष्ठति तयोः मध्ये सिद्धत्वम्, अस्तु घटकपालयोः मध्ये ऐतसिद्धत्वं, घटभूतलयोः मध्ये ऐतसिद्धत्वमस्ति वा? घटभूतलयोः मध्ये नास्ति. किमर्थं? घटः इति भिन्नपदार्थः अस्ति, तत् स्वतन्त्रया संयोगेन अस्ति, तद् उभयमपि न तु अवयव संयोगेन अस्ति इति कृत्वा नास्ति. इत्युक्ते घटः केवलं भूतले अस्ति चेदेव घटः अस्ति इति वक्तुं शक्यते इति नास्ति खलु. नास्ति, आसन्दे अपि घटः भवितुमर्हति, अस्माकं शिरसि अपि घटः भवितुमर्हति इति कृत्वा घटभूतलौ युतसिद्धौ, ऐतसिद्धौ अबुध्यते खलु? बुध्यते. गुणिनौ ऐतसिद्धौ, क्रियाक्रियावन्तौ ऐतसिद्धौ. इदानीं क्रियाक्रियवन्तौ इत्यत्र वदतु. क्रियाक्रियावन्तौ अयुतसिद्धौ, क्रियायाः नाशपर्यन्तं क्रियावती तिष्ठति इति. क्रियावन्तम् आश्रित्य तिष्ठति, क्रियावन्तम् आश्रित्य तिष्ठति इति कृत्वा उभयो तौ उभयो आयुतसिद्धौ हा तौ आयुतसिद्धम् सो इन् सिम्पल् टर्म्स् इफ् यु हाव् टु अण्डर्स्टाण्ड् यद् स्वतन्त्रतया तिष्ठति स्वतन्त्रतया न अत्र स्वतन्त्रतया तिष्ठति इत्युक्ते एकस्याश्रित्य एव यावज्जीवं तिष्ठे इति नियमेन यद् नास्ति तौ युतसिद्धौ किन्तु नियमेन अस्ति चेत् तौ अयुतसिद्धौ एवं जातिव्यक्तिः अत्रापि वदतु जातिव्यक्तिः जातिव्यक्त्याम् आश्रित्य व्यक्ति इति व्यक्त्याम् इति भवति व्यक्तिम् आश्रित्य व्यक्तिम् आश्रित्य तिष्ठति खलु इत्युक्ते जातेः नाशः जाति नाश्रित्य तिष्ठति जाते भवति वा जाति नाशपर्यन्तं व्यक्तिम् आश्रित्य तिष्ठति इति जातेः नाशः भवति वा न विपरीतरीत्या वक्तव्यम् व्यक्तेः नाशपर्यन्तं अत्र आधारः कः आदेयः कः जाति जातिः व्यक्तौ वर्तते वा व्यक्तिः जातौ वर्तते वा जातिः व्यक्ति इत्यस्य व्यक्तेः व्यक्तौ व्यक्तौ अथवा व्यक्त्यां व्यक्तौ वर्तते जातिः व्यक्तौ वर्तते तर्हि आदेशविषये एव चिन्तनीयं विपरीतरीत्या न चिन्तनीयं किन्तु परन्तु जाति तु नित्यः खलु सत्यम् इति नाशपर्यन्तम् इति न वक्तव्यं जातिः स्वतन्त्रतया यदा कदापि न सर्वदा व्यक्तिमाश्रित्य एव तिष्ठति इति कृत्वा जातिव्यक्तौ ऐतसिद्धौ एवं विशेषनित्यद्रव्यं विशेषनित्यद्रव्ये अपि विशेषः स्वतन्त्रतया न तिष्ठति सर्वदा नित्यद्रव्य द्रव्यम् आश्रित्य एव तिष्ठति द्रव्यं वा द्रव्ये आश्रित्य एव तिष्ठति न न द्रव्यमाश्रि द्रव्ये आश्रित्य इति नास्ति द्रव्यमाश्रित्य एव किन्तु केवलं द्रव्य घटे विशेषः अस्ति वा परमाणुषु एव वर्तते परमाणुषु अपि च नित्यद्रव्येषु घटस्य नित्यद्रव्येषु इति नास्ति परमाणुः अपि नित्यद्रव्यमेव अस्ति इति कृत्वा नित्यद्रव्ये इति नित्यद्रव्यम् आश्रित्य तिष्ठति भवती केवलं द्रव्यमाश्रित्य इति उक्तं नित्यद्रव्यम् इति वक्तव्यं नित्यद्रव्यम् विशेषः सर्वदा नित्यद्रव्यमेव आश्रित्य तिष्ठति इति कृत्वा विशेषनित्यद्रव्ये इति अत्र द्विवचनं विशेषनित्यद्रव्ये इति प्रथमाद्विवचनं नपुंसकलिङ्गम् अस्तु अवबुध्यते खलु अवबुध्यते महोदयस्य ध्वनि मध्ये मध्ये न श्रूयते मम ध्वनिः वा आम् अस्तु बहिः गत्वा पुनः आगच्छामि श्रूयते खलु आं महोदय अस्तु अग्रे वदतु द्रव्यादिवर्ति पदार्थान् निरूप्य तत्र तत्र वृत्तित्वनियामकं समवायं लक्ष्यति लक्षयति नित्यसम्बन्धः इति. द्रव्यादिवर्तिपदार्थान् निरूप्य तत्र तत्र वृत्ति द्रव्यादिवर्तिपदार्थान् निरूप्य इत्युक्ते पूर्वं यद् निरूपितं तद् सर्वम् इति चिन्तयामः. द्रव्यादिवित्तिपदार्थान् इत्युक्ते अर्थः अवबुध्यते वा इति न जाने, यथा भवती कथं वदति. द्रव्यादिपदार्थान् इत्युक्ते के? गुणकर्म ते सर्वं सर्वं सत्यं. तदेव चिन्तितवती पदार्थान् निरूप्य तत्र तत्र वृत्तित्वनियामकं समवायं लक्षयति नित्यसम्बन्धः इति. तत्र तत्र वृत्तित्वनियामकम् अत्र वृत्तित्वनियामकं यतो अहं चिन्तयामि एतत् अस्ति गुणगुणिनौ क्रियाक्रियावतौ तदेव वृत्तित्वम् इति उक्तम् इति नास्ति. वृत्तित्वम् इति सामान्यपदार्थः सामान्यम् वृत्तित्वनियामकं समवायं लक्षयति नित्यसम्बन्धः इति. नित्यं च असौ सम्बन्धः सम्बन्धश्च इति समासः इति नास्ति. नित्यश्च असौ सम्बन्धश्च नित्यं च इति भिन्नं नित्यश्च इति भिन्नम्. नित्याश्च असौ सम्बन्धाश्च इति समासः. नित्याश्च इति अपि नास्ति. नित्यः च नित्यश्च इति भवति. सम्बन्धः च सम्बन्धश्च इति भवति. असौ इति अस्ति अतः आकारः. नित्यश्च असौ सम्बन्धश्च इति समासः. तथा च नित्यत्वे सति सम्बन्धत्वं समवायस्य लक्षणं. अत्र नित्यत्वमात्र उक्तौ गगनादौ सम्बन्धत्वमात्र उक्तौ च संयोगादौ अधिव्याप्तिः इति दलद्वय उपादानम् प्रथमं वृत्तित्वनियामकम् इति किम् इति अत्र यत् पठितं भवति तद् वदामि. नित्यश्च नित्यः च असौ सम्बन्धः च इति कर्मधारयसमासः उक्तः. तथा च नित्यत्वे सति सम्बन्धत्वं समवायस्य लक्षणवाक्ये दलद्वयं वर्तते. नित्यत्वम् इति एकदलं सम्बन्धत्वम् इति एकं दलं सम्बन्धत्वम् इति द्वितीयं दलम्. अत्र यदि नित्यत्वम् इति एकमेव दलं स्वीकुर्मः चेत् अन्ये नित्यपदार्थेषु अतिव्याप्तिः, उदाहरणम् आकाशमस्ति, तदा सम्बन्धम् इति एकमेव दलं स्वीकुर्मः चेत् भिन्नेषु सम्बन्धेषु अतिव्याप्तिः, संयोगादि इति उक्तमस्ति. आदिपदेन संयोगसम्बन्धः दैशिकविशेषता सम्बन्धः स्वरूपसम्बन्धः अनन्तरं तादात्म्यसम्बन्धः तादात्म्यसम्बन्धः इति वक्तुं शक्यते वा? आम् सत्यम् इति एतत् सर्वं वक्तव्यम्. दैशिकविशेषणता कालिकविशेषणसम्बन्धः संयोगसम्बन्धः तादात्म्यसम्बन्धः अथवा अस्तु तर्हि सम्बन्धत्वम् इति दलमेव वदामश्चेत् एतेषु सम्बन्धव्याप्तिः भवति इति वदामः. नित्यपदार्थेषु अतिव्याप्तिः भवति इति कृत्वा दलद्वयं तर्हि तादृशसम्बन्धः इत्युक्ते तत्र बहवः सम्बन्धाः सन्ति तेषु नित्यसम्बन्धः कः इति चेत् समवायः एव इति कृत्वा नित्यत्वे सति सम्बन्धत्वम् इति दलद्वयं योजयामश्चेत् समवाये एव लक्षणं पतति. तत्र तत्र निरूप्य तत्र तत्र वृत्तित्वनियामसमवायं लक्षयति त्वं नियामयति समवायसम्बन्धः कुत्रचित् समवायसम्बन्धः भवति खलु केषुचित् स्थलेषु एव समवायसम्बन्धः पञ्चसु स्थलेषु एव समवायसम्बन्धः भवति. तर्हि वृत्तित्वनियामकं समवायस्य लक्षणमस्ति वृत्तित्वनियामकम् इति वृत्तित्वं नियमयति समवायसम्बन्धः ऐतसिद्धौ एव समवायसम्बन्धः भवितुमर्हति कृत्वा वृत्तित्वनियामकं भवति समवायसम्बन्धः सर्वत्र न भवति. इदानीं नियामकम् अवगतं भवति. अस्तु अग्रे सम्बन्धः इति पदार्थः लोकसिद्धः यस्मिन् सति द्वयोः पदार्थयोः इमौ सम्बन्धौ अयमेव विशिष्टः इति वा प्रत्ययः जायते सः लोके सम्बन्धः इत्युच्यते. यदा घटभूतलसंयोगः सम्बन्धः इत्युच्यते कुतः तस्मिन् संयोगे सति घटभूतले परस्परसंयुक्ते इति भूतलं घटविशिष्टमिति वा प्रत्ययः जायते. अङ्गुलीद्वयस्य संयोगस्थले आधाराधेयभावप्रत्यय अभावे अपि इमे संयुक्ते सम्बन्धे इति प्रत्ययः भवत्येव. तत्र यावन्तः सम्बन्धत्वप्रत्ययाः तावन्तः संयोगाः चक्षुषाः अवलोकिता इति न तत्र संयोगाः चक्षुषा अवलोकिता चक्षुषा अवलोकिता इति न तत्र संयोग नानात्वे विवादः. तादृशलोकसिद्धः संयोगः यत्र बाधितः भवति तादृशानि च पञ्चस्थलानि उद्ग्रन्थे पुटसङ्ख्या उद्देशग्रन्थे पृष्ठसङ्ख्या चतुर्दशः अस्माभिः चिन्तितानि गुणगुणिनोः अवयविनोः जातिव्यक्तयोः क्रियावतोः विशेषनित्यद्रव्योः समवायः इति तत्र निरूपितम्. सम्बन्धः इति पदार्थः लोकसिद्धः. सम्बन्धः इति सम्बन्धः इति अपि इति पदार्थः प्रसिद्धः एव यस्मिन् सति द्वयोः पदार्थयोः इमौ सम्बन्धौ अयमेव विशिष्टः. अयम् अनेन विशिष्टः इति वा प्रत्ययः जायते लोके सम्बन्धः इति उच्यते. उदाहरणं वदामि चेत् घटः भूतले अस्ति अथवा घटविशिष्टः भूतलम् इति वदामः चेत् तत्र उभयोः सम्बन्धः संयोगसम्बन्धः इति तादृशसम्बन्धः लोकप्रसिद्धः इति. इत्युक्ते तर्हि सम्बन्धः इत्युक्ते यत्र सम्बन्ध इमौ सम्बन्धिनौ इति प्रतीतिः जायते तौ सम्बन्धिनौ इत्युक्ते लक्षणं न उक्तम्. द्वयोः पदार्थयोः मध्ये इमौ सम्बन्धिनौ इति प्रतीतिः जायते अथवा विशिष्ट इति पदं प्रयोगं कुर्मः घटविशिष्टं भूतलम् इति क्रियते तत्र तौ सम्बन्धिनौ इति अस्ति. तादृशाः बहवः सन्ति किन्तु समवायः इत्युक्ते तादृशसम्बन्धः यत्र न भवति गुणगुणिनोः मध्ये कीदृशसम्बन्धः इति चेत् तत्र समवायः इति भेदं साधयितुम् अत्र पञ्चसु समवायसम्बन्धः प्रोक्तः. अस्तु तादृशैव तत्र तत्र तत्र सर्वेषां गुणि गुणिगुण्यादिसम्बन्धीनाम् आधाराधेयभावः गुणगुण्यादि गुणगुण्यादिसम्बन्धीनाम् आधाराधेयभावः प्रसिद्धः एव. गन्धः गुणः, पृथ्वी समवायेन तदाश्रयः, शीतस्पर्शः गुणः, जलं समवायेन तदाश्रयः. गुणः गुणः गुणिनि वर्तते इति गुणः गुणः गुणगुणिनोः मध्ये समवायसम्बन्धः आधाराधेयभावः अस्ति. गुणः आधेयः तद् आधारे वर्तते, गुणिनि वर्तते. तत्र इत्युक्ते कुत्र समवाय पूर्वसमवायसम्बन्धः कुत्र कुत्र इति उक्तमस्ति खलु? पञ्चसु स्थलेषु सर्वेषां गुणगुण्यादिसम्बन्धात् आधारादेयभावः प्रसिद्धः एव. इत्युक्ते पञ्चसु स्थलेषु कः आदेयः कः आधारः इत्यत्र विवादास्पदं नास्ति, सर्वे प्रसिद्धमस्ति खलु? तदेव अस्तु. धन्यवादः. अग्रे बेल् महोदय. आम् महोदय. सम्बन्धिनानात्वे अपि सम्बन्धिनानात्वे अपि सम्बन्धिनानात्वे अपि समवायः एक एव, परन्तु समवायस्तु एषः न चक्षुषा गृह्यते किन्तु विशिष्टप्रत्ययबलात् अनुमीयते. एवञ्च सति आकाशादिवत् तस्य अनुमानसाध्यत्वात् तस्य एकत्वेन एव सर्वविशिष्टप्रत्ययनिर्वाहे नानात्वं न कल्प्यते. तथा च पृथिवी गन्धवती इति प्रत्यये यः समवायः विषयः स एव शीतस्पर्शवत्यः आपः इत्यत्रापि विषयः. समवायसम्बन्धिनः गन्धशीतस्पर्शादयस्तु भिद्यन्ते. अस्तु. अत्र यद्यपि सम्बन्धिनानात्वे सम्बन्धिनाना इत्युक्ते भिन्नभिन्नसम्बन्धाः सन्ति, तथापि समवायः तु एक एव सम्बन्धि भिन्नभिन्नसम्बन्धिने सम्बन्धि सम्बन्धिनः हा सम्बन्धिनः अस्तु. अत्र पञ्चसु स्थलेषु समवायः वर्तते तथापि समवायः एक एव इति. तर्हि अत्र वयं जानीमः समवायः इति सम्बन्धः चक्षुषा न गृह्यते किन्तु विशिष्टप्रत्ययबलात् एव तस्य अनुमानं भवति. रूपः नास्ति, चक्षुषा रूपमेव क्रेतुं शक्यते इत्यतः, परन्तु तस्य अनुमानं वयं कर्तुं शक्नुमः विशिष्टप्रत्ययबलात्. तेनैव अनुमानं कर्तुं शक्नुमः. विशिष्टप्रत्ययबलात् इति विशिष्टप्रत्ययः अत्र कः? समवायः प्रत्ययः कः? अत्र गुणगुणिनोः मध्ये अस्ति इति सम्बन्धः इति प्रत्ययः कः इति अत्र प्रत्ययः इत्यस्य अर्थः कः? हा तदेव विशिष्टप्रत्यय प्रत्ययः इत्युक्ते ज्ञानं. हा ज्ञानं विशिष्टज्ञाने प्रतीतिः प्रत्ययः ज्ञानम् इति अर्थः. विशिष्टप्रत्ययः फलाते घटभूतलयोः यः यः सम्बन्धः अस्ति तस्मात् शीलघटयोः मध्ये यः सम्बन्धः अस्ति तद् विद्यते इति विशिष्टप्रत्ययः अस्ति खलु इति वयं जानीमः. पुनः एकवारं वदतु महोदय. घटभूतलयोः यः सम्बन्धः अस्ति तस्मात् सम्बन्धात् नीलघटयोः मध्ये नीलरूपघटयोः मध्ये यः सम्बन्धः अस्ति तद् विद्यते विद्यते इति वयं जानीमः. किमर्थमिति चेत् घटभूतलयोः मध्ये संयोगसम्बन्धः क्रियया जायते. क्रियया जायते तदनन्तरं क्रियया नश्यति अपि, विभागः जायते विभागेन नश्यति तदनन्तरं नूतनसंयोगः अपि जायते. सत्यं. घटम् अपि च भूतलम् उभयमपि युतसिद्धं न तु अयुतसिद्धम् इति कृत्वा. किन्तु गुणः यदा जायते तदारभ्य तस्य जीवपर्यन्तं द्रव्यमाश्रित्य एव तिष्ठति इति कृत्वा अत्र यः सम्बन्धः वर्तते तत्तु किञ्चित् भिन्नः अस्ति इति प्रत्ययः अस्ति तत्र विशिष्टप्रत्ययबलात् अनुमीयते अत्र सम्बन्धः गुणगुणिनोः मध्ये यः सम्बन्धः अस्ति तत्तु भिन्नसम्बन्धः भवेत् इति सत्यम् इति अनुमानं तर्हि यत्र यत्र अनुमानेन यत्किमपि साध्यते तत्र एकत्वं लघुत्वं नित्यत्वं तत्र सर्वं कल्प्यते कल्प्यते इति कृत्वा अत्र एकः एव समवायः स च समवायः नित्यः विभुः इत्यत्र न उक्तं भवतः लघुत्वं वदामश्चेत् क्लेशः नास्ति अस्तु अग्रे अग्रिमपरिच्छेदः वा अस्तु अत्रोदाहरणं तत्र सम्बन्धिनां भेदे सम्बन्धोऽपि अवश्यं भिद्यते यथा संयोगः अतः अनेके समवायाः कल्पनीयाः इति केचन मन्यन्ते परन्तु एक एव समवायः इति न्यायमते एव लाघवम् इति एकेन उदाहरणेन साधयामः अस्तु अत्र यथा संयोगस्य प्रसङ्गे संयोगसम्बन्धे सम्बन्धिनां भेदः अस्ति तथैव अतः सम्बन्धः अपि भिन्नभिन्नसम्बन्धः अपि अस्ति इति अत्रापि वक्तुं शक्यते वा इति प्रश्नः तर्हि तेन प्रश्नेनैव अत्र केचन जनाः मन्यन्ते यत् अनेके समवायाः सम्बन्धाः इति कल्पनीयाः इति परन्तु अत्र न्यायमतानुसारम् एकमेव समवायः इति लाघवम् इति ते मन्यन्ते तर्हि तस्य उदाहरणम् अत्र अग्रे दत्तं तेन एव वयं जानीमः अत्र किं कथं लाघवं भवति एक एव समवायः इति निर्मा इति अनुमितिः कुर्मः चेत् तर्हि कथं साधनीयम् इति अग्रे पठनात् पूर्वं भवान् स्वचिन्तनं करोतु भिन्नभिन्न अत्र समवायस्य विषये चिन्तनात् पूर्वं किमर्थं संयोगसम्बन्धः अनेकाः इति अवगन्तव्यम् सत्यं क्रियया जन्यते संयोगसम्बन्धः अपि च अतः एव अपि च क्रियया नश्यते अपि परन्तु समवायाः इति विभागेन नश्यते परन्तु समवायसम्बन्धस्य कृते तादृशं न भवति अतः एव तद् नित्यं क्रमेण चिन्तयतु महोदय क्रमेण चिन्तयतु मध्ये यु आर् जम्पिङ्ग् स्टेप्स् दट् इस् वै यु आर् नाट् एबल् टु थिङ्क् अस्तु तर्हि प्रथमं यत् भवता चिन्तितं तत् समीचीनम् इत्युक्ते समवायसम्बन्धः खलु सम्बन्धः जायते समवायसम्बन्धः नश्यति इति कृत्वा तत्र अनेकाः समवायसम्बन्धाः संयोगसम्बन्ध क्षम्यतां समवायसंयोगसम्बन्धः समवाय दोषेण अस्तु संयोगसम्बन्धः क्रियया जायते विभागेन नश्यति इति कृत्वा बहवः संयोगसम्बन्धाः अङ्गीकर्तव्याः एव अनिवार्याः यावन्तः सम्बन्धिनः सन्ति तावन्तः सम्बन्धाः अपि च कापि ह्यः भूतलयोः मध्ये यः सम्बन्धः जातः सः सम्बन्धः यदि ह्यः नष्टः जातः तर्हि पुनः तयोः एव घटभूतलयोः मध्ये यदि अद्य सम्बन्ध्यते संयोगसम्बन्धः तदपि विद्यते तत्र कालकृतभेदः अपि वर्तते अपि च सम्बन्धिकृतभेदः अपि वर्तते इति कृत्वा संयोगसम्बन्धे बहवः अङ्गीकर्तव्याः एव एकत्वम् अङ्गीकर्तव्यम् किन्तु समवायसम्बन्धे यदि बहवः सम्बन्धाः न अङ्गीकुर्मश्चेत् कः क्लेशः भवति इति चिन्तयतु एकत्वे लाघवमस्ति एकत्वे लाघवमस्ति किन्तु यदि क्लेशः तदा तत्र अनेकत्वम् अङ्गीकर्तव्यं किन्तु क्लेशः भवति वा इति चिन्तनीयं भवता स्वीकृत्य चिन्तयतु समवायसम्बन्धः कुत्र वर्तते गुणगुणिनोः मध्ये अस्तु तर्हि तत्र उदाहरणं नीलो घटः इति अस्तु तर्हि तत्र क्रमेण अस्तु तत्र क्रियया सः सम्बन्धः न जायते अपि च विभागेन न नश्यति तत्र क्रमेण चिन्तयतु महोदय नीलरूपं कदा घटे आगच्छति इति चिन्तयतु कदा यदा संयोगस्य विषये प्रथमक्षणे क्रिया भवति द्वितीयक्षणे संयोगः जायते तृतीयक्षणे पूर्वदेशसंयोगः नश्यति चतुर्थक्षणे नूतनदेशसंयोगः जायते पञ्चमक्षणे क्रिया नश्यति इति चिन्तितं खलु एवम् अत्र स्वचिन्तनं कपाले एव नीलरूपः नीलरूपः इति गुणः अस्ति चेदेव नीलघटः जायते तर्हि तत्र तु अवयवे एव गुणः भवेत् तदा एव अवयविनोः मध्ये आगच्छति तर्हि तत्र तु तादृशम् एव किं कथं वक्तुं शक्नुमः अत्र पूर्वे एव समीचीनतेन चिन्तयति इदानीम् उदाहरणं किम् नीलोघटः इति नीलोघटः इति मा वदतु नीलरूपं घटे खलु अस्तु हा नीलरूपं घटे इति हा गुणः गुणिनि तदेव उदाहरणं भवता स्वीकृतं तर्हि इदानीं नीलरूपं घटे कदा इति चिन्तयतु क्रमेण प्रथमं जायते प्रथमं किं जायते प्रथमं तु ओ अस्तु नीलरूपं जायते नीलरूपं न कपाले महोदय किमर्थं कपालस्य विषये चिन्तयति इदानीं नीलरूपमस्ति खलु अस्तु प्रथमं तु घटः जायते घटे नीलरूपं करोतु प्रथमं घटः जायते हा घटः जायते अनन्तरं घटे नीलरूप हा घट अस्तु तर्हि घट अपि च नीलरूप इत्यनयोः मध्ये संयोगः जायते संयोगः भवति खलु संयोगः जायते वा इत्युक्ते अत्र घटे किमपि अन्यत् वर्णः अस्ति इति चिन्तयामः तर्हि नीलरूपं किमर्थं न यु आर् नाट् थिङ्किङ्ग् प्रापर्लि महोदय प्रथमक्षणे घटः जायते तस्मिन् क्षणे घटे किमस्ति प्रथमक्षणं निर्गुणं निष्क्रियं तिष्ठति इति अधीतं खलु निर्गुणं निष्क्रिय तिष्ठति घटः एकक्षणं निर्गुणं निष्क्रियं तिष्ठति ओ प्रथमक्षणे हा खलु प्रथमक्षणे घटः जायते तदनन्तरं द्वितीयक्षणे घटे नीलरूपं जायते ओ अस्तु इति एव अस्तु इति नास्ति इति एव अस्माभिः एतावत्पर्यन्तं पठ्य प्रक्रिया नीलरूपस्य समवायिकारणं किम् नीलरूपस्य समवायिकारणं नीलत्वम् हे hey. नीलरूपस्य समवायिकारणं नीलत्वमिति नास्ति. नील यु फुल्लि लास्ट् इट्. न जाने किं चिन्तनीयमिति. तु जानाति किन्तु यु आर् नाट् थिङ्किङ्ग् अबौट् एनिथिङ्ग् देयर्फोर्. अस्तु सति मम भगिनी वदतु, नीलरूपस्य समवायिकारणं किम्? घटः एव. सत्यं, घटः समवायं घटः. घटः तादात्म्येन स्थित्वा समवायेन नीलरूपं जनयति इति कृत्वा नीलरूपस्य समवायं घटः. असमवायीकारणं किं मेहुल् महोदय वदतु. समवायेन कार्यं जनति यतः घटः इति नीलरूपस्य समवायिकारणम्. असमवायीकारणं किम्? असमवायिकारणं नीलरूपस्य असमवायिकारणम् कपालः इति चिन्तयामि महोदय. कपालः वा द्वितीयक्षणे न स्मरामि. यू केनाट् अफोर्ड् टु फर्गेट् दीस् थिङ्ग्. दीस् आर् ब्रेड् अण्ड् बटर्. यत् समवायित्वा समवायेन कार्यं जनयति नीलरूपं, कपालनीलरूपम् असमवायिकारणम्. महोदय वदतु. असमवायिकारणं पुनः पृच्छतु. किम् असमवायिकारणं किम्? समवायेन स्थित्वा समवायेन कार्यं जनयति इति. तर्हि अत्र घटनीलरूपं प्रति असमवायं किम्? घटे विद्यमाननीलवर्णः इति. हे, घटे विद्यमाननीलरूपं कार्य असमवायिकारणं किं? कारणं किमिति पृच्छन्नस्मि. तदेव कपाले विद्यमाननीलरूपम् इति. तदेव चिन्तितवती कपालः इति. विद्यमाननीलरूपं जायमाननीलरूपं प्रति असमवायिकारणं किमर्थमिति चेत् कपाले समवायेन स्थित्वा घटे समवायेन कार्यं जनयति खलु. समवायिकारणे समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति. तत् त्रिविधम् इति अस्माभिः अधीतं. तत्र समवायसमवेतत्वसम्बन्धेन कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः विद्यते इति. यु केनाट् अफोर्ड् टु फर्गेट्. दिस् इस् ब्रेड् अण्ड् बटर् महोदय. यु हाव् टु. अस्तु, तर्हि इदानीं घटः प्रथमक्षणे जायते, द्वितीयक्षणे घटरूपं जायते, तस्य समवायिकारणं घटः, असमवायिकारणं कपालनीलरूपं खलु. तर्हि इदानीं यदा घटे नीलरूपं तद् नीलरूपं केन सम्बन्धेन वर्तते इति चेत् समवायसम्बन्धेन वर्तते. तर्हि अत्र समवायसम्बन्धः जायते इति वक्तव्यं वा? न, समवायसम्बन्धः वर्तते इति एव वयम् उक्तं खलु. वर्तते इति नास्ति, समवायसम्बन्धेन जायते तावदेव. नीलरूपद्वितीयक्षणे समवायसम्बन्धेन जायते, समवायसम्बन्धः न जायते किन्तु नीलरूपं जायते. केन सम्बन्धेन? समवायसम्बन्धेन. तर्हि तत्र समवायसम्बन्धः अपि जायते इति वक् चेत् इत्युक्ते प्रथमक्षणे घटः जातः, तस् अग्रिमक्षणे समवायस जायते, अनन्तरं त्रिपुणे नीलरूपं जन्यमानसमवायसम्बन्धेन घटे जायते इति वक्तव्यं लाघवं नास्ति. अपि च समवायसम्बन्धः इति वदामश्चेत् तर्हि इदानीं समवायसम्बन्धस्य समवायीकारणं किम्, असमवायीकारणं किं, निमित्तकारणं, सर्वं वक्तव्यं खलु. वक्तव्यं तर्हि पुनः पुनः समवायसम्बन्धः इदानीं घटे केन सम्बन्धेन वर्तते इति अपि वक्तव्यं खलु. तर्हि तत्र गौरवं जायते इति एकः भवति इति एकः. द्वितीयं तु यदि समवायसम्बन्धः नित्यः इति उक्त्वा यदा नीलरूपं जायते घटे तदा तत् समवायसम्बन्धेन जायते इति वदामश्चेत् नास्ति, क्लेशः नास्ति. इट् डस् नाट् कास् एनी प्राब्लम्. यथा तत्र जीवः अनेकाः इति उक्तं. किमर्थं तत्र अनेकत्वं स्वीकृतं यद्यपि जीवात्मा इति अनुमानेन निरूपितं, तत्र किमर्थम् एकत्वं स्वीकृतम् इति चेत् मया अनुभूयमानसुखदुःखादयः भवता अनुभूयमोय अनुभूयमानसुखात् भिद्यते इति कृत्वा यदि एकः एव जीवात्मा इति वदेम तर्हि क्लेशः भवति इति कृत्वा तत्र अनेकत्वं. किन्तु अत्र स्वीकुर्मश्चेत् क्लेशः नास्ति, एकः एव समवायः, स च समवायः नित्यः अस्ति, विभुः अपि अस्ति, तर्हि सर्वत्र समवायसम्बन्धः. यदा यदा नीलरूपं घटे जायते तदा समवायसम्बन्धेन जायते, तत्रापि समवायसम्बन्धः वर्तते इति कृत्वा इति वदामश्चेत् क्लेशः नास्ति अपि च लाघवमपि उभयमपि अस्ति इति कृत्वा समवायसम्बन्धः तत्र अनेकत्वं न कल्पनीयम्. अनेकत्वं निश्चयेन कल्पनीयम् इति वदामः चेत् तत्र महान् क्लेशः अनुभूयते. समवायसम्बन्धः जायते इति वक्तव्यं, सम्बन्धः जायते चेत् तस्य समवायीकारणं किं, निमित्तकारणं सर्वं वक्तव्यं, कुत्र जायते इति अपि वक्तव्यं, केन सम्बन्धेन इति वक्तव्यम् इति कृत्वा. अस्तु, इदानीम् अग्रे पठतु. न, इदानीं समयः जातः भवतु. अस्तु, तत्र लोके भूमिक्रयविक्रयादिकार्यम् इति कश्चित् वृत्तिविशेषः. क्षम्यताम्, अग्रिमे वर्गे पठतु, इदानीं समयः जातः खलु. अस्तु अस्तु, हा क्षम्यताम्. केवलं पठनीयमेव इत्युक्ते, किन्तु स्वचिन्तनम् एवम् अधीतुं शक्यते. अग्रे पठनात् पूर्वमेव तावद् ज्ञानम् अस्माभिः प्राप्तं नैयायिकचिन्तने, तर्हि स्वयमेव ऊहां कर्तुं शक्यते कथम् इति. एतादृशम् अत्र उक्तं वा इति न जाने, किन्तु अस्माभिः स्वचिन्तनं कर्तुं शक्यते इति एतादृशं मया कृतम्. अस्तु, तर्हि अत्र स्थगयेम, अग्रिमे वर्गे इतोपि अग्रे स्थगयेम. अस्तु, सर्वेभ्यः नमस्कारः, धन्यवादाश्च.